पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 25 नारद उवाच एवं तुलस्यमाहात्म्यं तत्प्रसादाच्छ्रुतं मया साम्प्रतं तु समाचक्ष्वत्रिरात्रं तुलसीव्रतं सदाशिव उवाच शृणु विप्रमः बुद्धे व्रतमेदत्पुरातनं यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः पुरा रैभ्यन्तरे कल्पे राजा ह्यासीत् प्रजापतिः तस्य भार्या च विख्याता चन्द्ररूपा महासती सा वै व्रतमिदं चक्रे सर्वकामफलप्रदं त्रिरात्रं तु व्रतं तस्या धर्मकामार्थमोक्षदं सफलं जीवितं तेषां यैश्रुतं तुलसीव्रतं कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद नियमस्थो व्रती तिष्ठेत् भूमिशायी जितेन्द्रियः व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः स्वपे नियमपूर्वं तु तुलसीवनसन्निधौ ततो मध्याह्नसमये नद्यादौ विमले जले स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकं सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनं वित्तशाढ्यं न कर्तव्यमात्मनः श्रेयमिच्छता वस्त्रयुग्मं ततः कार्यं पीरे शुक्लेऽपि वससि नवग्रहाणामारम्भं शान्तिकं विधिपूर्वकं शपयित्वा चरुं तत्र वैष्णवं होममाचरेद द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नदः अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम् पञ्चरत्नसमोपेदं पल्लवैश्चोषधीयुतं तस्योपरिन्यस्येत्पात्रे लक्ष्म्या सह जनार्दनं स्थापये तुलसीमूले मन्त्रैर्वेदपुराणकैः पयसा केवलेनैव सिञ्चये तुलसीवनं पञ्चामृतेन संस्नाप्य देवदेवं जगद्गुरुम् योऽनन्दरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्ति प्रसीदतामेष स देवदेवो यो मायया विश्वकृदेश देवी प्रार्थनामन्त्रः आगच्छाच्युतदेवेश तेजो राशे जगत्पदे सदैव तिमिरध्वंसी पाहि मां भवसागराद आवाहनमन्त्रः पञ्चामृतेन सुस्नानं तथा गन्धोदकेन च गङ्गादीनां च तोयेन स्नादो नन्दप्रसीदतु स्नानमन्त्रः श्रीखण्डा गुरुकर्पूरं कुङ्गुमादिविलेपनं भक्त्या दत्तं मया देवलक्ष्म्या सह गृहाण वै विलेपनमन्त्रः नारायण नमस्तेस्तु नरकार्णवतारण त्रैलोक्याधिपदे तुभ्यं ददामि वसने शुभे वस्त्रमन्त्रः दामोदर नमस्ते स्तुत्राहि मां भवसागराद ब्रह्मसूत्रं मया दत्तं गृहाणपुरुषोत्तमा उपवीतमन्त्रः पुष्पाणि जसुगन्धीनि मालत्यादीनि वै प्रभो मया दत्तानि देवेश प्रीदितः प्रतिगृह्यताम् पुष्पमन्त्रः नैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितं सर्वैरसैः सुसम्पन्नं गृहाणपरमेश्वर नैवेद्यमन्त्रः पूगानि नागपत्राणि कर्पूरसहितानि च मया दत्तानि देवेश ताम्बूलं प्रतिगृह्यतां ताम्बूलमन्त्रः धूपं दत्त्वा गुरुं भक्त्या गुग्गुलं हृदमिश्रितं एवं पूजा प्रकर्तव्या हृदेन दीपमाचरेत् विविधं मुनिशार्दूलदीपं कृत्वा समाहितः लक्ष्मीनारायणस्याग्रे तुलसीवनसन्निधौ अर्घं तत्र प्रदातव्यं देवदेवाय चक्रिणे नवम्यां नालिकेरेण पुत्रार्थमर्कमुत्तमम् दशम्यां बीजपूरं तु धर्मकामार्थसिद्धये एकादश्यां दाडिमेन दारिद्र्यं नाशयेत् सदा सप्तधान्येन संयुक्तं वंशपात्रेण नारद फलसप्तकसंयुक्तं पत्रं पूगसमन्वितं वस्त्रेणाच्छादितं कृत्वा देवस्याग्रे निवेदयद मन्त्रेणानेन विप्रेन्द्र शृणुष्वैकाग्रमानसः तुलसीसहितो देव सदा शङ्खेन संयुतं गृहाणार्थं मया दत्तं देवदेव नमोऽस्तु ते अर्कमन्त्रः एवं सम्पूज्य देवेशं लक्ष्म्या सह जनार्दनं प्रार्थयेद्देवदेवेशं व्रतसम्पूर्तिसिद्धये उपोषितोऽहं देवेश कामक्रोधविवर्जितः व्रतेनानेन देवेश त्वमेव शरणं मम गृहीतेऽस्मिन्व्रते देव यदपूर्णं कृतं मया सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादाज्जनार्दन नमः कमलपत्राक्ष नमस्ते जलशायिने इदं व्रतं मया चीर्णं प्रसादात् तव केशव अज्ञानतिमिरध्वंसिन्व्रतेनानेन केशव प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ततो जागरणं रात्रौ गीतपुस्तकवाचनं नादनृत्यकलाभिज्ञैः पुण्याख्यानैः सुभोभनैः विभातायां तु सर्वर्यामुदिते विमले रवौ निमन्त्र्य ब्राह्मणान् भक्त्या श्राद्धं कुर्याच्च वैष्णवं भजयित्वा यथा कामं पायसेन कृतेन च ताम्बूलपुष्पगन्धादिदक्षिणाभिः समन्वितम् उपवीतानि वासांसि दत्त्वा मालां च चन्दनं दाम्पत्यत्रितयं भोज्यं वस्त्रभूषणकुङ्कुमैः वंशपात्राणि शक्त्या च विरूढैः परिपूरयेद् नालिकेरैश्च पक्वान्नैर्वस्त्रैश्च विविधैः फलैः सपत्नीकं गुरुं तत्र वस्त्राणि परिथापयेद् विभूषणानि दिव्यानि गन्धमाल्यैः प्रपूजयेद् सर्वोपस्करसंयुक्तां गां दद्याच्च पयस्विनीं सदक्षिणां सवस्त्रां च तन्मे निगदधशृणु सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणां तद्फलं स लभेत् सर्वं देव देवप्रसादः भुक्त्वा च विपुलान् भोगान् सर्वकामान् मनोरमान् वैष्णवं पदमाप्नोति अन्ते विष्णोः प्रसादः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापदि नारदसंवादे तुलसीत्रिरात्रव्रतवर्णनं नाम पञ्चविंशोऽध्यायः ॐ